नमस्कारः. तव्यत् तुमुन् तृच् इति करपत्रम् अनुवर्तते. तर्हि गुपुधातुः अद्य गुपुधातुः इति आरभ्य पठामः. सरलाभगिनी भवती आरम्भं करोति भगिनि, कृपया. अस्तु भगिनि. गुपुधातु स्वरति सूति सुयति धूनुदितो वा सप्तमे अध्यासे द्वितीयपादे चतुर्चत्वारि दश सूत्रम् स्वरति सूति सुयति धूनुदितो वा इति सूत्रेण स्वर शब्द उपातपयो उपतापयोः शूं प्राणिगर्भविमोचने अनादिगणे शूं प्राणिप्रसवे द्वादिगणे धून् कम्पने स्वादौ क्रियादौ च अपि च येषाम् उकारसंज्ञा एभ्य सर्वेभ्य धातुभ्य परस्य वलादे आर्धधातुकस्य वा स्यात्. परिचतं सूत्रमस्ति, वयं जानीमः स्वरति सूति स्वयति धूनुदितो वा इति त्रिभिः सूत्रेभिः एक अन्यतमसूत्रमस्ति, वेद विधायकसूत्रं, यत्र स्वर इति धातु शब्दोपतापयो इति अर्थमस्ति, शूं प्राणि गर्भविमोचने अधादिगण्यधातु अपि तत् सूति आगच्छति, सूयति इति शूं प्राणिप्रसवे द्वादिगणे सूयति इति इष्टिपानिर्देशम् अस्ति, धूञ् कम्पने इति स्वादिगणे वा क्रियादिगण्य धातु कम्पने इति अर्थम् अस्ति. ये उदितो धातव येषाम् उकारस्य संज्ञा भवति ते धातव अनेभ्य प्रत्यय यदि आर्धधातुक प्रत्यय परे अस्ति वलादि अस्ति तत्र इद् आगम विकल्पेन भवति इति सूत्रं वदति. अतः स्वभावतः गुपु धातु वेद् सो गुपु धातु से मूलस्वभावः अस्ति वेट् इति. वेट् इत्युक्ते यस्य विकल्पेन इदागमः भवति. तदा गुपु धातोः आय प्रत्यय गुपु धूप् विच्छि पणि पणिभ्य आयः तृतीय अध्यायस्य एक प्रथमपादे अष्टविंशतिसूत्रम् इति सामान्यसूत्रेण नित्य परन्तु आर्धधातुके आयादय आर्धधातुके वा इति इत्यनेन विकल्पेन आय इति धातुप्रत्ययस्य विधानेन अयं धातुः अनेकाच् अतः सेट् तृतीय अन्यसूत्रम् अस्ति गुप्पु धूप् विच्छि पणि पणिभ्य आय इति उल्लिखित धातवः सन्ति गुप्पु धूप् विच् पणि पणि एतेभ्यः धातुभ्यः आय धातु प्रत्यय आदेश नित्यं भवति. किन्तु अन्यसूत्रमागत्य आयादय आर्धधातुके वा अनेन विकल्पेन आय धातोः प्रत्ययस्य आदेशविकल्पेन आगच्छति. इत्युक्ते यदि आर्धधातुकः प्रत्यय परे अस्ति यथा अस्माकं प्रकृतिविषय त्रिष्टुमन् तव्यत् एते आर्धधातुकः प्रत्यय ये परे अस्ति गुपु धातु इति प्रकृत धातुः अस्ति तत्र आर्धधातुकः परे भूत्वा अत्र आय आदेशविकल्पेन आगच्छति. आयादय आर्धधातुके वा इत्यनेन आर्धधातुकप्रत्ययस्य विवक्षायां स्वार्थे आय् प्रत्ययविकल्पेन भवति. तव्यत्तु मन्त्रिच् इति प्रत्यया आर्धधातुकसंज्ञकाः अतः एषु परेषु आय् प्रत्ययविकल्पेन विधीयते. सो आयादय आर्धधातुके वा तत् इति सूत्रस्य विवरणमस्ति. यदि स्वार्थे विवक्षायाम् आर्धधातुकप्रत्ययपरे अस्ति तत्र विकल्पेन आय् आदेश भवति यथा तुमन् तुच् तृच् तव्यत् इति. इदानीं प्रक्रिया प्रदृष्टमस्ति. गुप् योग आय पुगन्तलगुपदस्य निगोपाय गोपाय अनेकाच् अतः अयं धातु सेट् गोपाययोग इत्यव्य अतो लोपः इत्यनेन न अदन्त अङ्गस्य ह्रस्व अकारलोप भवति आर्धधातुके प्रत्ययपरि गोपायोगत्तव्य गोपायितव्य प्रक्रियायां गुप् धातु प्रथमम् आय आदेश भवति गोपाय भूत्वा तदनन्तरं पुगन्तलघुपदस्य च अनेन कारणकी इदानीं गु इति यत्र अस्ति उपतायाम् अस्ति इक्वर्ण तस्य गुणं भूत्वा गोपाय इति भवति तदनन्तरं पुनः अत्तोलोप इति सूत्रम् आगच्छति अत्तोलोपसूत्रं वदति ह्रस्वकार्यस्य लोप भवति आर्धधातुकप्रतिपरे इत्युक्ते गोपायुगतव्य गोपायितव्य इति भवति अहं वर्गे महोदयं पृष्टवती यदि पुगन्तलघुपदस्य परसूत्रमस्ति आय् इति यत् अस्ति तत्र पूर्वसूत्रमस्ति कथं तत् पूर्वं कर्तव्यं न तु पुगन्तलघुपदस्य इति परसूत्रात् पूर्वं कर्तव्यं तु महोदय उक्तवान् प्रथमं धातोः धातु किम् अस्ति तत् निर्णेतव्यम् अस्माकं धातु यदि गोपयोगी आय अस्ति गोपाय इति नूतनधातु भवति तस्य निर्णयं प्रथमं कर्तव्यं तदनन्तरं अङ्गकार्यं भवति इति महोदय उक्तवान् गोपाय इति आय आदेश अस्ति साधु आय इति आय आदेश धातोः आदेश अस्ति न तु प्रत्ययस्य आदेश अस्ति अङ्गस्य आदेश नास्ति धातोः आदेश अस्ति इति धातु आदेश प्रथमं करणीय कर्तव्यं न तु प्रत्यय आदेश प्रथमं करणीयम् ओ ओ तु धातु निर्णयं प्रथमं कर्तव्यं तु आय इति यत् प्रत्यय धातो आदेश अस्ति इति सनन्तधातु प्रत्ययः अस्ति सनन्तप्रत्ययः आय् सनन्तधातु धातुषु एक अन्यतमस्ति आय् इति गोपाय इति नूतनधातु भवति सनन्तधातु वयं वक्तुं शक्नुमः अतिदेशधातु भवति इदानीम् तथैव गुप्योगाय इति समानप्रक्रिया भवति गोपाय भूत्वा तदनन्तरं पुगन्तलघुपतस्य अनेन गुप् आय गोपाय तदनन्तरम् अतो लोप अनेन गोपायितुं तथैव यत् इत्र अस्ति तत्र गोपायित्र इति प्रातिपदिकं भवति गोपायित्र गोपायिता पुल्लिङ्गे गोपायित्री स्त्रीलिङ्गे गोपायित्र इति नपुस्कलिङ्गे भवति अपि अन्य अस्ति तत् गोपाय यदि भवति तत् भवति अनेकाच् इति यदि अनेकाच् धातु भवति तत् अपि सेत् भवति इदानीम् अथ तस्य इडागमः भवति इल धातु आर्धधातुस्य बलादि अनेन नूतनधातु गोपाय इति अनेकाचति तस्य स्वभावः अपि इदानीं सेत् भवति भगिनी धन्यवादः भगिनी अन्यः पठतु वा क्षम्यताम् अरुणा भगिनी भवती पठति वा भगिनी किं पठनीयं भगिनी चुरादिगणे यस्मिन् पक्षे गुपुधातोः गुपुधातुः इति अस्ति खलु तत्र यस्मिन् पक्षे आय धातु प्रत्ययनविधि इति तत्र ओके त्रप् धातु इति वेट् धातु अस्ति त्रप् न अहं न समाप्तवती साधु गुप् धातु आय आदेश यत्र न विधीयते तथा स्थितिः भवति इति ओके परस्मिन् पक्षे यस्मिन् पक्षे आय इति धातु न विधीयते स्वभावतः गुप् धातु वेट् अस्ति अतः यदादिपक्षे गुप् योगः एतव्य सुगन्धलघुपदस्य इति सूत्रेण गुण उपदान इक्वर्धन गुण भवति गोप गोप इतव्य गोपितव्य इति गोपितव्य गोपितव्यः गोपितव्या गोपितव्यं तदेव गुप् अनिराधपक्षे गुप् योगतव्य सुगन्तलघुपदस्य चैतसूत्रेण गुणं भूत्वा गोप् योगतव्य गोप्तव्य अत्र खरिच कार्यम् अस्ति परन्तु रूपं समानमेव न तदेव गोप्योगः हेतुम् इत्यादि पक्षे गुणं भवति तदनन्तरं गोपितुं गोपितुं भवति गोप्योग इतृ गोपितृ गोपिता गोपितृ गोपित्री इति अन्यादि अन्य पक्षे गोप्योगतुमुन् गोप्तुं गुप्योगतृच् गोप्तृ गोप्ता गोप्त्री गोप्तृ इति त्रीणि रूपाणि स्तोत्रपठ भगिनि अयाद अय आयादय आदिदातुके वा तृतीय अध्याये ब्रह्मपादे एकत्रिंशति ब्रह्मं सूत्रम् आर्धधातुकप्रत्ययस्य विवक्षायां स्वात्ते आयप्रत्ययः विकल्पेन भवति आय आदिषु त्रयः प्रत्ययाः अन्तर्भूताः आय इयं निङ् आय आदौ येषां ते आयादयः आयादय पदमान्तम् आर्धधातुके सप्तम्यन्तं वा अव्ययपदं त्रिपदम् इदं सूत्रं धातोः प्रत्ययपरश्च इत्येषम् अधिकारः अनुवर्तिः इति सूत्रम् आर्धधातुके धातोः आयादयः वा प्रत्ययः प्रत्ययाः परश्च सूत्रमस्ति आयादय आर्धधातुके विकल् वा सूत्रं विना स्वार्थे आयप्रत्यय विकल्पेन भवति आदिदातुकप्रत्यय आय अत्र आय केवलम् आय नास्ति त्रययाः प्रत्ययाः सन्ति आय इयं निङ् अत्र निमित्तम् अस्ति आदिदातुके धातोः आयादयः इति सूत्रम् अतो लोपः अदन्त अङ्गस्य अश्व अकारलोपो भवति भगिनी प्रश्नः अस्ति तत्र आयादेव आर्धधातुके वा इति सूत्र विवरणं दत्तमस्ति आर्धधातुकप्रत्ययस्य विवक्षायां स्वार्थे आयप्रत्ययः विकल्पेन भवति स्वार्थे इत्युक्ते किम् अत्र प्रेरणार्थे स्वार्थे इति पठितवन्तः खलु नित्यप्रेरणार्थे नित्यस्वार्थे इति परन्तु अत्र स्वार्थे इति इत्युक्ते किम् प्रायः अन्यत्र प्रेरणार्थे अपि आय भवति चुरादिगणे भगिनि चुरादिगणे अपि प्रत्यय स्वार्थे एव तत् चिरादिगणः नास्ति खलु चिरादिगणः नास्ति अत्र तु चिरादिगणे अधिकं नास्ति तत्र किम् आर्धातुकवृक्षायां गणः नास्ति खलु आर्धातुकवृक्षायां गणं तथापि आर्धातुकवृक्षायां तत्र धातोः किं भवति विकल्पेन भवति इति अनेन सूत्रं तर्हि आर्धातुकप्रत्ययस्य विवक्षायाम् आयप्रत्ययः विकल्पेन भवति इति वक्तुं शक्नुमः स्वार्थे इति वदनेन तस्य कः इत्युक्ते तत्र निश्चिते निधान स्वार्थे प्रेरणार्थमपि भवति खलु तत्र सामान्यतया तस्य स्वार्थे भवति अन्यप्रेरणा यत्र भवति तत्र प्रेरणार्थं भवति तत्र तु प्रेरणा नास्ति खलु प्रेरणार्थे आयादस्य आदर्शः नास्ति कृत्वा स्वार्थे इति वदामः चलति इति किं भगिनि विमला भगिन्याः ध्वनिः न श्रुतं श्रुतः अस्तु भगिनि श्रवणं अधुना सम्यक् अस्ति भगिनि अतो लोपः पठामि भगिनि भगिनि कश्चित् प्रश्नः पृच्छन्ति आसीत् खलु समाप्तं वा अस्तु भगिनि केवलम् एव भगिनि यत् यत् चुरादिगणे तु स्वार्थे प्रेरणार्थे इति अस्ति परन्तु अत्र गणस्य विवक्षा अपि नास्ति तर्हि चुरादिगणे यत्र प्रेरणार्थे निश्चयति तत्तु गणनिमित्तीकृत्य खलु हा परन्तु अत्र गणस्य विवक्षा अपि नास्ति इति कृत्वा स्वार्थे इति किमर्थं किमर्थव्यमिति अर्थं न भिन्नं भवति केवलं धातु अर्थः समानमेव किं भगिनि अतः अर्थस्य भेदः न भवति इति भगिनी वदति इत्युक्ते भगिनी अत्र यत्र स्वार्थे भवति स्वार्थे प्रेरणार्थे इति चिन्तनं तत्र गणनिर्णयस्य कोऽपि सम्बन्धः नास्ति खलु केवलं तत्र युक्तिविधानं स्वार्थे चुरादिगणे भवति इति तु अस्ति किन्तु तयोः मध्ये स्वार्थे एव भवतु प्रेरणार्थे न भवतु आर्द्रदातके भवतु सार्वदातके मा भवतु इति तादृशचिन्तनं तत्र नास्ति स्वार्थे इत्युक्ते तत्र अर्थभेदः नास्ति भगिनी उक्तवती साक्षात् यः अर्थः अस्ति तदेव बोधयति यत्र प्रेरणार्थकः अस्ति तत्र प्रेरणा इति तत्र अधिकं तत्र अर्थमपि आयाति खलु अस्तु अस्तु भगिनि महोदय वर्गे उक्तवान् स्व अर्थ आयप्रत्ययः अत्र प्रकृत अर्थ स्व अर्थ एव अत्र प्रेरणार्थे स्वार्थे इति न चिन्तयम् स्व अर्थ आयप्रत्ययः इति सः उक्तवान् तत्रापि गुपु तत्र निजं तत्र चुरादिगणे अपि स्वर्थे एव तत्र निच् प्रत्ययः विधानं भवति तत्रापि स्व अर्थं बोधयति तावदेव स्व अर्थमित्युक्ते अर्थपरिवर्तनं न भवति स्वस्यैव अर्थं बोधयति केवलं प्रत्ययस्य आगमः भवति किन्तु स्व अर्थमेव बोधयति भिन्न अर्थं न बोधयति अधिकं तत्र तस्मात् तत्र अधिकस्य तत्र विकृतं किमपि न भवति अर्थस्य विकृतम् अस्तु प्रत्ययस्य विधानस्य परे अपि तस्य अर्थः न अर्थपरिवर्तनं न भवति इति तस्य विवक्षा अस्ति किम् अस्तु अस्तु भगिनि धन्यवादः तदेव भगिनी उक्तवती अत्र अधुना भगिनी समीचीनं भगिनी वदन्ती आसीत् खलु भगिनी समाप्तं वा अर्णा भगिनी अतो लोपसूत्र पठामि भगिनि न पठतु अतो लोपः अष्टाध्याये चतुर्थपादे अष्टचतुर्विंशतितमसूत्रम् अदन्त अङ्गस्य हस्व अकार लोपो भवति आर्धधातुकप्रत्ययतले येन विधि तदन्तस्य इति इत्यनेन अतः अङ्गस्य नाम न केवलं हस्वकारः इति अङ्गस्य अपि तु हस्वकारान्तस्य अङ्गस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः तु अङ्गस्य उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेश अवस्थायाम् अतः अनुवर्तते सूत्रम् अतः अङ्गस्य लोपः आदुधातुके उपदेशे अतो लोपसूत्रं प्रति आदुधातुक उपदेश समये अदन्त अङ्गस्य हस्वकारलोपो भवति निमित्तमस्ति आदुधातुकप्रत्यये परे येन विधि तदन्ते अलोन्तस्य जनेन अन्तिमवर्ण एव लोपः भवति सम्यक् भगिनि आं पठामि महोदय. सुराजगणे विशिष्टधातूनां पाठे इदं सूत्रम् अवलोकितम् आसीत्. निच्प्रत्ययः आदधातुकः अस्ति, अतः धातुतः धातुः अदन्तः चेत् अधोलोपः इत्यस्य प्रसक्तिः भवति. यदा कथयोः निच् कत् इति रूपं भवति, अधोलोपः इति सूत्रेण अदन्त अङ्गस्य ह्रस्वकारः लोपो भवति, त इत्यस्य अकारः लोपो भवति, अनन्तरम् अतः कत्येव रूपं भवति. निच् प्रत्येव कति इति धातुः भवति इति. तदेव गृह गृहयोः निच् गृह् अकारलोपो भूत्वा गृह् इति रूपं, गृही इति अन्यरूपम्. त्रप् इति वेट् धातुः, इडादिपक्षे त्रप् योः इतव्य रूपं भवति, तर्पितव्यम् इति. तदेव बहु त्रिषु लिङ्गेषु तर्पितव्यः, तर्पितव्या, तर्पितव्यम् इति. अनन्तरं तदेव तुं प्रत्ययपरे तर्पितुम् इदम्, अनन्तरं तृच् प्रत्यये तर्पितृ प्रातिपदिकं तर्पिता, तर्पित्री, तर्पितृ. अनिरादिपक्षे तर्प्यः तव्यत् रूपं भवति, तर्प्तव्य इति. अत्र अहं चिन्तयामि करि चेत् सूत्रं कार्यं करोति वा, पूर्वं पठितवन्तः अहं चिन्तयामि. आमां करि च पचन्यवतात् पठ्यते. धन्यवादः. तर्प्तव्यः, तर्प्तव्यः, तर्प्तव्या, तर्प्तव्यम्. अनन्तरं तुं प्रत्ययपरे त्रप्तुं, तृच् प्रत्यये त्रप्तृ, त्रप्ता, त्रप्त्री, त्रप्तृ. स्वरति, श्रुति, श्रूयति, दूयतितो वा इति सूत्रेण येषां धातूनाम् ऊकारस्य समिता, एभ्यः सर्वेभ्यः धातुभ्यः परस्य व्लादयः दृष्टे इति वा स्यात्. त्रिषु त्रपु इति धातुः ऊदित, अतः अस्मात् धातोः विरासमो वा भवति. अत्र त्रिपोस् ऊकारः स्वरति, श्रुति, श्रूयति, ज्योति सूत्रेण एकसंख्या भवति, एकसंख्या भवति. अत्रापि इदाहं विकल्पेन भवति इति सूत्रेण, त्रप् इति विकल्पेन भवति इति अत्र अर्थमस्ति. अग्रे पठामि वा महोदय. कृपु, कृपु इति वेट् धातुः, कृपोरोलः कृप् धातोः रेपस्य लकारादेशे भवति. सूत्रं स्वयं सम्पूर्णं, कृपः उः, कृपः रोलः, कृपोरोलः इति सूत्रेण आहत्य कृप् धातोः रेपस्य लकारादेश, कृप् धातोः ऋकारस्य अंशः यः रेपसदृशः तस्य स्थाने लकारसदृशादेशः भवति. यत्र कृप् धातोः उपदायः गुणः भवति कल्प, तत्र रेपस्य स्थाने लकारादेशः अथवा कल्प् इति फलम्. यत्र उपदागुणो न भवति तत्र कृप् इत्यस्य लकारस्य स्थाने लृकारादेशः अतः क्लिप् इति फलं भवति. कृपोरोलः सूत्रं वदति कृप् इत्यस्य ऋकारस्य षष्ट्यन्तं उकारः, कृपः रेपस्य ऋकारस्य लकारादेशः भवति इति सूत्रमस्ति. अतः रेपस्य ऋकारः रेपसदृश अस्ति, तदेव रेपसदृशः लकारः अपि अस्ति इति. तत्र रेपस्य स्थाने लकारादेशः भवति इति सूत्रं भवति. यदा गुणः भवति अतः कृप्योः किं भवति, कृप् पुगन्धलं भवति चेत् न कर्प् इति रूपं भवति गुणः भूत्वा, तत् समये कर्प् इति रूपं कल्प् इति भवति लकारसदृशः भवति कल्पिति अनन्तरं याग यत्र गुणः न भवति अतः अत्र लकारः एव तिष्ठति इति क्लिरुप् इति रूपं फलं भवति इति कृप् इत्यस्य स्थाने क्लिरुप् इति रूपं भवति इति तासि च क्लिर्पः कृप् धातोः परस्य परस्वपति सम्यक् तास् परस्वपति सम्यक् सकारादि आदातुक प्रत्यये च अनयोः उडाहमः न भवति नाम केवलम् आत्मनेपतिसमीक ताश्च आत्मनेपतिसमीक सकारादि आदातुकप्रत्ययाहमः भवति अनुवृत्तिसहस्रसूत्रं क्लुप्पः परस्वपदेषु आददातुकस्य किद्वलादेः न तासि चेत् च अग्रे अपि पठामि एकवारं सेण्टेन्स् लुट् लकारप्रसङ्गे वयं दृष्टवन्तः यत् कृपुर्धातुः उपदेशे आत्मनेपतिः किन्तु लुटि च क्लुप्तः इत्यनेन ह्य सन् तास् इत्येषु त्रिषु प्रत्ययेषु पदेषु अयं कृप् धातुः विकल्पेन परस्वपदिः अपि भवति अतः लुटि प्रश्नपदे परस्वपदि इदागम अभावे कल्पिता आत्मनेपदि इदागमे सति कल्पिता इति सूत्रं वदति दासि च क्लुप्तः इत्यनेन लुटि च क्लुप्तः इति क्षम्यतामि कृप् धातुः आदिक आत्मनेपदिधातुः परन्तु लुटि च क्लुप्तः इति सूत्रेण श्य प्रत्यय वा सन् प्रत्ययः सतात् प्रत्ययः अस्ति चेत् तत्र परस्मपदे अपि भवति कृप् धातुः इति लुटि च क्लुप्तः वदति परन्तु दासि च क्लुप्तः इति सूत्रं वदति यदा परस्मपदि भवति कृप् धातुः तत्र तास् प्रत्यय वा सकारात् प्रत्यय वा अस्ति चेत् अपि विडागमः न भवति परन्तु प्रत्ययपरे तास् प्रत्ययपरे आत्मनेपदि भवति चेत् अत्र विडागमः भवति इति तासि च क्लिप् भवति सूत्रं वदति कृप् सुगन्तलघुपदस्य च इत्यनेन अत्र गुणं भूत्वा कर्प् इति भवति कर्प् अत्र कृपः कृपोरोलः इत्यनेन ऋकारस्य लकारः भवति कल्प् इति परिवर्तनं भूत्वा इडागमपक्षे कल्पिता इति भवति तत् आत्मनेपदी परन्तु परस्मैपदे तासि च कृपः इत्यनेन इडागमनिषेधः अस्ति तेन कारणेन कल्प्ता इति भवति तव्यत् तुमुन्तृच् इत्येषु त्रिषु प्रत्ययेषु स्वरति सूति सूयति धूयूदितो वा इति सूत्रेण कृपु धातुः वेट् भवति साधारणतया कृप् धातुः आत्मने उपदेशव्यवस्थायाम् आत्मनेपदी अस्ति परन्तु स्वरति सूति सूयति इत्यनेन एषः धातुः वेट् भवति तर्हि अनिडादिपक्षे कर्प् भवति कल्प् कल्प्ता इति भवति अत्र इडादिपक्षे कृप् इतव्यः पुगन्तलघुपदस्य च अत्रापि कर्प् इति गुण विधि अस्ति कर्प् योगः इतव्यः अत्र कृपो रोलः इत्यनेन कृप् धातोः रेफस्य लकारादेशः भवति कल्प् इति भवति कल्प् योगः इतव्य कल्पितव्य तथैव इतुम् तुमुन्नान्त प्रत्ययपरे कल्पितुम् इति रूपः अस्ति अचि त्रिजन्तप्रत्ययपरे कृप् कल्पितृ कल्पिता कल्पित्री कल्पितृ इति रूपत्रयं सिध्यति एतत् इडादिपक्षे अनिडादिपक्षे कृप् तव्यत् पुगन्तलघुपदस्य चेतनेन कर्प् योगः तव्य अत्र कृपो रोलः इत्यनेन कृप् धातुः रेफस्य कृप् धातोः रेफस्य लकारादेशः कल्प् इति भवति तव्य अत्र खरी च इत्यनेन चर्त्वं भूत्वा कल्प् पका तथैव तिष्ठति, कल्प्तव्य इति भवति. एवमेव कृप् योग तुमुन् कल्प्तुं कृप् तृच् कल्प्तृ, अत्र कल्प्ता कल्प्त्री कल्तृ इति रूपत्रयं सिद्ध्यति. साधु भगिनी भव्य भगिनी श्रुतं वा? हलो, कोऽपि अस्ति वा? अस्ति भगिनि. हा हा हा हा, भव्या भगिनी किमपि न उक्तवती. तर्हि भकारान्तधातवः इति अग्रे किञ्चित् पठामि. भव्या भगिनी भवती पठति किम्? अस्तु, भवती पठतु भगिनी, अनन्तरं पठामि. अस्तु, भकारान्तधातवः एकाश् भकारान्तधातवः, त्रयः धातवः अनिटः, त्रिषु अपि सामान्य हल् सन्धिकार्यमस्ति. अत्र सूत्रद्वयमस्ति, एकः अस्ति झषस्तथोर्धोधः, द्वितीयमस्ति झलां झष् झषि इति. अत्र झषस्तथोर्धोधः इत्यनेन प्रत्ययादौ त थ इत्यनयोः स्थाने धकारादेशो भवति, झष् उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति धा धातुं वर्जयित्वा. अत्र सम्पूर्णसूत्रमस्ति अनुवृत्तिसहित झषः तथोः धः अधः इति. पश्चात् झलां झष् झषि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशो भवति, झलां झष् झषि झलां स्थाने झषादेशो भवति झषि परे. स्थाने अन्तरतमः इत्यनेन झष्वर्णेषु वर्णनिर्धारणं भवति, झलां षष्ट्यन्तं झषि प्रशमान्तं झषि सप्तम्यन्तं त्रिपदविदं सूत्रम्. अनुवृत्तिसहितसूत्रमस्ति झलां झष् झषि संहितायां. यथा उदाहरणरूपेण यब् धातुः यब् योगः तव्यत्, अत्र तव्यत् भकार भ वर्णः झषि अस्ति, झष् झष् उत्तरस्य तकारस्य थकारः भवति, थकारस्य थकारस्य धकारः भव ध भवति, यब् धव्य इति भवति. अत्र भ जल् वर्णे अन्तर्गतः अस्ति, धकारः झषि अस्ति, तेन कारणेन चतुर्थवर्णस्य स्थाने तृतीयवर्णादेशे भूत्वा यब् धव्य इति यब् धव्य यब् धव्यः यब् धव्या यब् धव्यमिति रूपत्रयम्. तथा एव तुमनन्तरूपे यब्धुं, सृजन्तरूपे यब्धृ यब्धा यब्ध्रि यब्धृ इति रूपमस्ति. भव्या भगिनी पठति किम्? धन्यवादः. एवमेव रभ्युयोगः तव्य तुमुन् पृच्छति यदा व्यायाति, रभ्युयोगः तव्य रब्धव्य रब्धव्यः रब्धव्या रब्धव्यं, रभ्युयोगः तुमुन् रब्धुं, रभ्युयोगः रभ्युयोगः तृच् रब्ध्र इति रब्धा रब्ध्रि रब्ध्र इति. अनन्तरं लभ् इत्यस्य अपि लब्धव्यः लब्धव्या लब्धव्यं, लब्धुं लब्ध्र लब्धा लब्धा लब्ध्रि लब्ध्र इति रूपाणि. एकः भकारान्तधातुः वेट् लुब्, तर्हि आहत्यत्र त्रिषु अपि किम् अस्ति बकारान्तदातवः त्रयः आनीतः इति कृत्वा वयं यब् रब् लब् इति पठितवन्तः. अनन्तरं लुब् इति धातुः वेट् धातुः वर्तते इति. इडादिपक्षे लुब् योगः इतव्य, केन सूत्रेण एतद् भवति? उदितधातुः अस्ति वा एतत्? सः लुभ ऋषरिष इति सूत्रम्. समाप्यामः भगिनि, भवती पठतु लुब् विषये, तत् समापयितुं शक्नुमः किम्? चिन्ता नास्ति भगिनि, अग्रिमे सप्ताहे पठामि. किन्तु चर्चा जाता वा वर्गे? न, तस्य विषये चर्चा इति स्वार्थे इति लक्ष्मीभगिनी प्रश्नः आसीत्, तत् इति जाता चर्चा जाता तत्र अपि महोदय आवली अपि करोति न प्रथमं सर्वे वेट् सेट् अन्यत् वेट् आवली पठामः वा अजन्तः वेट् इति भगिनी एकः प्रश्नः अस्ति मम यत् इति झषस्तोध साधु झष् तथो ध अध बिन्धा धातु वर्जित्वा इति प्रसज्य प्रतिषेध भवति धा धातुः वर्जयते तत्र प्रतिपदोक्तत्वम् अस्ति खलु भगिनि तत्र साक्षात् किम् अस्ति तत्र तद्भूयो धर्म यथा आदेशे उपदेशिष्यति वयं वदामः समान अस्ति साधु अशिति अध अस्ति तर्हि अत्र किं जषस्ततोर्दोधः इत्यस्मिन् धातून् वर्जयित्वा तर्हि वर्जयित्वा भवति तदा तु तद्गत किञ्चित् तद्गत तद्भूयो धर्मत्वं वा तत् अपेक्षितमस्ति खलु धातुः अपेक्षितः अस्ति खलु इति कृत्वा तत्र किं भवति तत्र आदेशोपदेशे अशीति इति प्रसज्य प्रतिषेधः अत्र तु पर्युदासः भवति खलु तर्हि किमर्थम् इत्युक्ते धातुः अपेक्षितः खलु भगिनि न झष तथा भिन्न अधः इत्यस्य भागं स्वीकुर्मः चेत् धा दातुं वर्जयित्वा इति अस्ति यत्र धा दातुं वर्जयित्वा इति वदामः तत्र शून्यमपि भवति चेत् झष तसोदोर्धः इत्यस्मिन् धकारः भवति वा इति प्रश्नः आयाति खलु झष झषान्त किमपि भवितुं शक्नोति झषान्त न तु केवलं अर्हति वा इति प्रश्नः भवति खलु तथा तथा सानिध आदेश तत्र किम् धा दातुं विहाय अन्येषां धातूनाम् इति उक्तमस्ति विषये जश् वर्णात् परस्य तकारस्य तकारादेशः भवति इति कृत्वा तद्भूयो धर्मत्वम् अपेक्षितमस्ति कश्चन धातुः अपेक्षितः खलु तद् समानधर्मं यत् इति तद् तर्हि पर्युदासः भवति खलु कथं वक्तव्यं वाक्यम् किम् अस्ति जश् तत्र तु सामान्य अपवादः अस्ति निषेधः अस्ति अत्र तु तत्र वाक्यद्वयम् आवश्यकं नास्ति तर्हि अत्र किं वदामः धा दातुं वर्जयित्वा इत्युक्ते धा दातु भिन्न धा दातु भिन्न धातूनां जश्वर्णात् परस्य तकारस्य तकारादेशः इति भिन्न इति पदस्य प्रयोगं कुर्मः प्रयोगः भवति भिन्न इति पदस्य सा धातु भिन्न इति सामान्यनिय निषेधः वर्तते अत्र पर्युदासः वा प्रसजति न चिन्तनीयं न पर्युदासः अस्ति किमर्थम् इत्युक्ते अत्र तद्गत तद्भूयो धर्मत्वं वर्तते खलु अन्यधातुः अपेक्षते इति कृत्वा सामान्यनिषेधः यत्र भवति तत् पर्युदासः अस्ति एकेन वाक्येन भिन्न इति पदेन वक्तुं शक्यते वाक्यद्वयस्य आवश्यकता नास्ति भिन्न इति पदेन एकेन भिन्नमिति पदम् उपयुज्य एकेन वाक्येन वक्तुं शक्नुमः सामान्यनिषेधः अत्र किं वदामि अहं तत्र यत्र प्रसज्य अस्ति तत्र वाक्यं द्वयं वक्तव्यं यत्र परिदास्यति वाक्य एकं वक्तव्यम् इति आम् आं सत्यं तथा ऋतुपदानन्तरसां तत्र एकवाक्यं यदि वदामः त अर्थं न भवति साधु यदि असि अनुदातस्य ऋतुपद अन्यतरस्यां झरि किति भवेत् इति यदि वयं वदामः इति तु झरि किति न भवेत् साधु इति आगच्छति तत्र अन्वय अकारान्त आदौ ये अकार वा यकार अस्ति तत्र अपि भवति साधु यथा विधिलिङ्गि वा तरितृप्य आनीयति अस्ति तत्र अपि अन्वयः भवति तत्र अनिष्टापति भवति तत्र आं भगिनि तर्हि सूत्रं प्रत्येकसूत्रं दृष्ट्वा वक्तव्यं भवति तत्र पर्युदासः वा प्रसज्य वा इति खलु अस्तु सर्वत्र एकेन एव भवति इति नास्ति तत्र सर्वत्र नयनसमासः वर्तते किन्तु सामान्य अयनसमासः यत्र केवलनिषेधः अस्ति केवलनिषेधः यत्र अस्ति तत्र तु तद्भूयो धर्मत्रं यत्र अपेक्षितमस्ति तत्तु पर्युदासः भवति यत्र तत्र किं वयं वदामः एकेन वाक्येन वयं वक्तुं शक्नुमः उदाहरणार्थं श्वः तु शुक्रवासरः अस्ति अहं वदामि पञ्चमहिलाः आवश्यकाः किन्तु किम् अस्ति सौपर्णिका इति नाम स्वीकरोतु सौपर्णिका मास्तु इति अहं वदामि तदा किम् अपेक्षितमस्ति सौपर्णिका मास्तु किन्तु अन्य पञ्च स्त्रियः आवश्यकाः खलु शुक्रवासर तत्र ताम्बूलं स्वीकर्तुं तदा अन्य सद्भूयो धर्मत्वम् अपेक्षते किन्तु अहम् एवं वदामि सौपर्णिका मम गृहे मास्तु इति अहं वदामि तदा तु किम् अन्यः आवश्यकः इति तु न वदामि अहं कोऽपि नागच्छति चेदपि पर्याप्तं किन्तु सौपर्णिका मास्तु इति मम खलु तादृश तु वाक्यद्वयं भवति तत्र यदा अहं तत्र अर्थबोधं वक्तुं कर्तुम् इच्छामि तदा किं भवति यः कोऽपि आगच्छतु इति प्रथमवाक्यं द्वितीयवाक्यं सौपर्णिका मास्तु इति मम वाक्यद्वयं भवति कोऽपि नागच्छति चेदपि चिन्ता नास्ति मम खलु किन्तु यत्र पञ्चमहिलाः तत् यत्र अहं वदामि सौपर्णिकां विहाय पञ्चमखिल् महिलाः आवश्यकाः इति अहं यत्र वदामि तत्र किं भवति महिलाः तु आवश्यकाः एव पञ्चमहिलाः आगच्छन्ति किन्तु सौपर्णिका मास्तु तत्र किन्तु अन्यः कोऽपि आगच्छति इति तत्र सामान्यनिषेधः अस्ति खलु सौपर्णिका भिन्न पञ्चमहिलाः इति एकेन वाक्येन वक्तुं शक्नुमः तत्र तादृशम् उभयत्रापि नयनसमासः अस्ति यत्र अहं वदामि सौपर्णिकां न चेच्छामि सौपर्णिका मास्तु मम गृहे मास्तु इति वदामि तत्रापि असौपर्णिका इति नयनसमासः भवति निषेधः एव अस्ति अत्रापि निषेधः किन्तु विवक्षाम् अनुसृत्य तर्हि सूत्रम् अनुसृत्य एकत्र तु पाणिनिः किम् उद्देशः कृतः आदिष्टः एकत्र तु नयनसमासस्य एव अर्थद्वयमपि भवितुमर्हति एकत्र तु प्रसज्यप्रतिषेधः अपि भवितुमर्हति पर्युदासः अपि भवितुमर्हति तर्हि तत्र विवक्षां नु तत् वयं स्वीकुर्मः इति खलु अस्तु सौपर्णिका इति सामान्यनामं नास्ति अहं पूर्वमपि तत्र कुतः मम मनसि सौपर्णिका इति आगतम् अपि च तस्य अर्थः तु अहं न जानामि सौपर्णिका इति तस्य यथा भवती उक्तवती ताम्बूलं तत्र तदेव अर्थः अस्ति खलु सुपर्ण इति सौपर्ण भवति सुपर्ण इति सुन्दररीत्या सुन्दरपर्णः सुपर्ण इति आं किन्तु ताम्बूले तत्र पर्णानि दद्मः खलु अस्तु अस्तु कुतः इति न जाने तत्र सौपर्णी इति नाम पश्यामि अपि स्लीपिङ्ग् प्लाण्ट् इति अस्ति तदेव सुन्दरं पर्णं इति प्रायः सुन्दरं पर्णं यस्य सः बहुरी कद्रु सुन्दरं पर्णम् इव यः अस्ति या अस्ति सा इति महोदय वेद्धातु आवली नाट् वेद्धातु अन्यद्धातु आवली समीकृतवान् द्वयं धातु पुनः योजितवान् अहं पश्यामि भगिनि अहं तस्मिन् तस्मिन् विषये अवधानमेव न दत् कार्यालये अपि गृहे अपि तत्र पर्वणदिनानि सन्ति खलु इति कृत्वा रुद् अनिरुद् इति द्वयं धातु निवेशितवान् अनिर्धातु आवली उद्घाटयन्ति अजन्तदातूनाम् अजन्तदातूनां हलन्तदातूनां खलु अनिर्धातु आवली अनिट् हलन्तदातु साधु तत्र कुत्र दकार एका दकारान्तदातु तत्र युद्ध अनुरुद्ध इति तदनन्तरम् अनुरुद्ध धातुद्वयं रुद् रोदा रोदुं रोदव्यं रोचति अनुरुद्ध इति अनुरोधा अनुरुद्ध इति पृथक्तया दत्तवान् रुद्धिव पर्याप्तम् अधोभागे अस्ति भगिनि अधो अधः इत्युक्ते कुत्र भगिनि रुद्ध यत्र आवल्यानन्तरं दत्तमस्ति न धातोः अर्थानि धातो तत्र रुद्ध आवरणे रुद्धादिगणीय परस्मैपदी रुणद्धि अनुरुद्ध कामे आत्मनेपदी अनुरुध्यते इति द्वादिगणीयधातुः अस्ति केवलं यत्र अनु इति उपसर्गः आगच्छति तदा एव अनिर्भवति इति वा तत्र अनुरुद्धस्य नित्यं रुद्ध अनुपूर्वकः रुद्ध इति तथा अस्ति वा इति द्वादिगणीयधातुः अस्ति तत् अनुरुद्ध द्विवादिगणीय रुद्ध इति नित्य अनु उपसर्गपूर्वकधातुः अस्ति इति मया न लब्धं कुत्र अस्ति इति अपि न भगिनि अत्र करपत्रं प्रेषितवती चाट् मध्ये तत्र नोदयतु ओ ओ अस्तु अत्र धकारान्तदातवः इति हलन्तधातूना विरोध तत्र वा भगिनि अस्तु अत्र धकारान्तदातुनां व्यद्ध सिद्ध क्रुद्ध इति पठितवन्तः खलु तस्मिन् तत्र रुद्ध अस्तु रुद्ध रोद्ध रोद्धुं रोद्धव्यं रोचति रोचत् तदेव किल आं भगिनि तदनन्तरम् अनुरुद्ध इति तु नित्यम् अनुपसर्गपूर्वक रुद्ध धातुः द्विवादिगणीयधातुः कामे इत्यस्मिन् अर्थे अस्ति इति तत् कुत्र लिखितमस्ति तस्य कोष्टकस्य कोष्टके तु न लिखितवान् अधोभागे अपि निवेशितवान् तो इदानीम् अग्रे यदि भवती धकारान्तदातु आवलि वदति तत्र रुद् अनुरुद्ध अपि वक्तव्यम् अनुयोगः रुद् अस्तु अनुरोद्ध अनुरोद्धुम् अनुरोद्धव्यं रोचते रोचते इति अस्तु अस्तु रुद् क्षुद् बुद् युद् रुद् महाप्राण शुद् अत्र षड्धातवः सन्ति अस्तु पञ्चधातवः आसन् अद्य षड्धातवः सन्ति अस्तु भगिनि हरि ओम् अत्र तु बस् किं करणीयम् अन्यविषयः चर्चितः वा भगिनि वर्गे तावदेव तावदेव धन्यास्मि तर्हि विरमामः वा अस्तु भगिनी अग्रे सप्ताहे अहं प्रायः न आगतुं शक्नोमि कारणं कि गोकुलाष्टमी अस्ति अहं प्रायः मन्दिरं गच्छामि ममपि तथा स्यात् भगिनी अनन्तरं किमस्ति अस्मिन् जाह्नवीशिबिरम् अस्ति किन्तु अहं तु न गच्छामि पूर्वं पञ्चीकरणं तु कृतवती किन्तु न गच्छामि मातुः क्लेशः अस्ति इति कृत्वा श्वः मिलति तर्हि अग्रिम गुरुवासरे वर्गः अस्ति वा न वा भगिनि न भविष्यति खलु तस्मिन् दिने एव श्रीकृष्णजयन्ती भिन्नदिने भवति के षड् सप्तदिनाङ्के षड् दिना कुर्वन्ति किन्तु अस्माकं भिन्नं जन्माष्टमी के जन्माष्टमी कृतवन्तः के गोकुलाष्टमी यदा कृष्णभगवान् गोकुल गतवान् तत्र तदा गोकुलाष्टमी अस्ति मथुरा यदि जन्म अभवत् तत्र जन्माष्टमी अभवत् तत्र वयं किं कुर्मः नक्षत्रं न कुर्मः अक्षमीतिथिं स्वीकृत्य तथा कुर्मः आम् आम् अष्टम्याम् श्रावणकृष्ण अष्टमी भाद्रकृष्ण अष्टमी इत्यपि अस्ति इदानीं भाद्र मन्थ अस्ति तद् मासं आम् आवणिमासं भाद्रपदं भाद्रपद अस्तु विरामः धन्यवादः शुभरात्रिः शुभरात्रिः धन्यवादः